ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् अस्माकं प्रवर्तमानविषयः अस्ति उपदायाम् अपि गुणः इत्युक्ते तत्र पाणिनिधातुपाठे द्विसहस्रधातवः सन्ति ते औपदेशिकधातवः तेषां विषये महर्षिणा तत्र ते सर्वे धातवः दशसु गणेषु ते विभक्ताः सो दशसु गणेषु ये धातवः पाणिनिद्वारा विभक्ताः तेषां विषये केवलं कृपया म्यूट् वदति तेषां विषये केवलं चतुर्षु लकारेषु एव तेषाम् उपयोगः भवति इत्युक्ते गणानाम् उपयोगः धातुः कस्मिन् गणे अस्ति इति चिन्तनं केवलं चतुर्षु लकारेषु एव भवति ते के इति वदामः चेत् लट्लकार लोट्लकारः विधिलिङ्ग्लकारः अपि च लङ्लकारः एते चतुर्षु लकारेषु धातुः कस्मिन् गणे अस्ति इति चिन्तनं न श्रूयते वा आगच्छतु उपरि एतत् स्पीकर् टाप् करोतु बहिर्गच्छतु अनन्तरं पुनः आगच्छतु कुत्रचित् तत्र क्लेशः अस्ति भवत्याः तत्र दूरवाण्यां तत्र क्लेशः अस्तु सो चतुर्षु लकारेषु एव किं तत्र घनचिन्तनं भवति इदानीं तत्र प्रश्नः किमर्थं चतुर्षु लकारेषु एव घनचिन्तनम् तत्र प्रायशः तत्र दश लकाराः सन्ति परन्तु अत्र मया किम् उक्तं चतुर्षु लकारेषु एव धातु कस्मिन् गणे अस्ति इति तत्र चिन्तनं करणीयम् अन्येषु षट्षु लकारेषु धातुः कस्मिन् गणे अस्ति इति चिन्तनं न करणीयं किमर्थं चेत् तत्र लट् लोट् लङ् अपि च विधिलिङ् एते चत्वारि लकाराः सार्वधातुकलकाराः अन्ये षट् लकाराः आर्धधातुकलकाराः इत्युक्ते लृट् लकारः वदामः चेत् तत्र कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः न भवति अतः वयं किं वदामः लकारः आर्धधातुकलकारः सो केवलं चतुर्षु लकारेषु एव यदा वयं लट् लकारस्य पदनिर्माणम् इच्छामः चेत् तत्र कर्तरि शप् तत्र घनचिन्तनं करणीयम् इत्युक्ते नी इति धातु नयामः चेत् धातुः कस्मिन् गणे अस्ति इति तत्र ज्ञातव्यम् किमर्थं चेत् तस्य गणस्य विकरणप्रत्ययः तिप् धातु तिप् मध्ये आयाति तथैव लङ् लकारस्य पदनिर्माणं कुर्मः चेत् तत्र अपि धातुः कस्मिन् गणे अस्ति इति चिन्तनं करणीयं तथैव विधिलिङ्ग् अपि च लोट्लकारविषये सो तत्र चतुर्षु लकारेषु एव घनचिन्तनं भवति इत्युक्ते धातुः कस्मिन् गणे अस्ति इति चिन्तनं चतुर्षु लकारेषु एव भवति इदानीं तत्र किमर्थं चेत् तत्र यः कर्तरि शप् सार्वधातुके तदेव मुख्यं कर्तरि शप् सार्वधातुके इति सूत्र आधारेण तत्र मध्ये विकरणप्रत्ययानां तत्र किं प्राधान्यम् इत्युक्ते तत्र सार्वधातुकप्रत्ययः परे अस्ति चेत् धातुः मूलधातुः अनन्तरं सार्वधातुकप्रत्ययः परे अस्ति चेदेव कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः भवति सो केवलं चतुर्षु लकारेषु एव कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः. अनन्तरं तत्र यदा वयं लिख् इति धातु नयामः, सो लिख् योग तिप् कुर्मः चेत् अथवा लिफ् लङ्लकारे लिख् योग तिप् कुर्मः चेत् एकवचने तत्र किं भवति, लिख् लङ्लकारः अपि सार्वधातुकलकारः, अतः तत्रापि धातुयोग लङ् यदा भवति तत्र एकवचने तिप् प्रत्ययः आयाति, तत्रापि शकर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः. किमर्थं चेत् तिप् लङ्लकारस्य तिप् प्रत्ययः अपि सार्वधातुकप्रत्ययः. सो तत्र परन्तु लिख् इति धातुः इदानीं यदा तत्र कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः भवति तदा किं, तदा लिख् वदति अहं तो तुदादिगणस्य धातुः. सो तत्र एकम् अन्यत् सूत्रम् आगत्य वदति तुदादिभ्यः श्यः. सो तुदादिभ्यः श्यः यः सूत्रम् अस्ति सः कर्तरि शप् सार्वधातुके इति सूत्रं बाधित्वा, तं सूत्रं बाधित्वा तत्र शप् न आयाति, तत्र श इति विकरणप्रत्ययः आयाति. किमर्थं चेत् तुदादिभ्यः श्यः इति सूत्रं महर्षिणा केवलं तुदादिगणानां धातूनां विषये एव निर्मितम्. अतः यदा वयं तुदादिगणस्य कोऽपि धातु नयामः तत्र कर्तरि शप् सूत्रस्य बाधकसूत्रं कार्यं करोति. सो कर्तरि शप् सूत्रस्य कृते तत्र कानिचन बहु बाधकसूत्राणि सन्ति, यथा दिवादिभ्यः शन् तुदादिभ्यः श्यः, तत्र क्रणादिभ्यः श्नु तत्र श्ना इति विकरणप्रत्ययः, तनादिकृणभ्यः उः, क्रयादिभ्यः श्ना. सो एते सर्वे सूत्राणि यत्र यत्र घनस्य विशिष्ट घनस्य विषये महर्षि वदति ते सर्वे सूत्राणि कर्तरि शप् सार्वधातुके इति जनरल् सूत्रस्य प्रति अपवादाः. सो सर्वदा व्याकरणे किं भवति, यत्र यत्र सामान्यसूत्रम् अपि च अपवादसूत्रम् एकत्र आगत्य कार्यस्य कृते उद्युक्तः भवति तत्र सर्वदा अपवादसूत्रस्य द्वारा एव कार्यम्. सो तत्र कर्तरि शप् सार्वधातुके इति सूत्रद्वारा शप् न तत्र तिष्ठति, तत्र दिवादिभ्यः शन् अथवा तुदादिभ्यः शः इति सूत्रद्वारा कुत्रचित् शन् आयाति कुत्रचित् श आयाति. सो इदानीं वार्ता किं, चतुर्षु लकारेषु एव लट् लकारस्य निर्माणार्थं लट् तिघन्तपदस्य निर्माणार्थं चतुर्षु लकारेषु एव घनचिन्तनं भवति इति मुख्यम्. किमर्थं चेत् एते चत्वारि लकाराः एव सार्वधातुक लकारः, महर्षिणा तादृशसूत्रं निर्मितं कर्तरि शप् सार्वधातुके, केवलं सार्वधातुके प्रत्यये परे एव शप् मध्ये आगन्तुं शक्यते. सार्वधातुकप्रत्ययः परे नास्ति चेत् तत्र शप् मध्ये न आगन्तुं शक्यते. इत्युक्ते तत्र पूर्वस्मिन् वर्गे वयं दृष्टवन्तः नियोग अनियर्. सो नियोग अनियर् यः अस्ति, अनियर् इति यः अस्ति कृतप्रत्ययः, परन्तु कृतप्रत्ययः अस्ति परन्तु सः आर्धधातुकप्रत्ययः. कथं जानीमः अनियर् आर्धधातुकप्रत्ययः, तस्य कृते आर्धधातुक् अपि च सार्वधातुक् यः पद अस्ति संज्ञा अस्ति तस्य कृते सूत्रद्वयं तिङ्क्षित् सार्वधातुकम् आर्धधातुकं शेषः. सो अनियर् इति प्रत्ययः पश्यामः चेत् तत्र तिङ्समूहे अनियर् न आयाति, इत्युक्ते तिङ्समूहे के के आयान्ति, तिप् तस् जि सिप् थस् थ मिप् वस् मस्, अनन्तरं त आतां ज थास् आथां द्वम् इड् वहि महिङ्. सो अत्र कुत्रापि अनियर् इति नायाति प्रथमे प्रथमं. द्वितीयमस्ति अनियर् इति प्रत्यये कोऽपि शकारः इत्संज्ञकः नास्ति, अतः अनियर् इति प्रत्ययः शित् अपि नास्ति. सो शित् अपि नास्ति, तिङ्समूहे अपि नायाति, अतः आर्द्रधातुकं शेषः इत्यनेन अनियर् इति प्रत्ययः आर्द्रधातुकप्रत्ययः. सो इदानीं नीयोग अनियर् अस्ति चेत् धातुः साक्षात् अनन्तरम् आर्द्रधातुकप्रत्ययः. सो तत्र तस्यां दशायां तत्र कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः एव नास्ति. तत्र सूत्रम् आगत्य कार्यं न कर्तुं शक्यते. किमर्थं चेत् कर्तरि शप् सार्वधातुके इति सूत्रस्य कृते एकं तु प्रत्ययः कर्तर्थके भवेत्, कर्मणि अपि च भावे अर्थे मा भवेत्. द्वितीयं प्रत्ययः सार्वधातुक् भवेत्, अत्र तु आर्द्रधातुक्. अतः कर्तरि शप् सार्वधातुके इति सूत्रस्य अत्र प्रसक्तिः एव नास्ति. अतः अत्र किम्, अत्र घनचिन्तनं न करणीयम्. सो यत्र यत्र धातुः धातुः अनन्तरम् आर्द्रधातुप्रत्ययः आयाति तत्र तत्र घनचिन्तनं न करणीयम्. धातुः कस्मिन् गणे अस्ति इति चिन्तनं न तत् इति न द्रष्टव्यम्. सो तत् अत्र किं भवति, नीयोग अनीयर्. इदानीम् अत्र किं चिन्तनम्, अत्र गुणः भवति वा न भवति, भवितुम् अर्हति वा न अर्हति. सो तत्र गुणस्य कृते यः गुणकार्यं व्याकरणे भवति, गुणम् इत्युक्ते किं, गुणमपि एकं संज्ञा. यथा सार्वधातुक् इति संज्ञा, आर्द्रधातुक् इति संज्ञा, तथैव गुणः अपि संज्ञा. सो गुणः इति संज्ञा कस्य इति प्रश्नः. सो तत्र सूत्रमस्ति अत् एङ् गुणः. सो अत् अपि च एङ् एतेनां गुणसंज्ञा महर्षिणा कृतम्. अत् इति कथनेन अकारः, एङ् इति कथनेन एकारः ओकारः. एङ् प्रत्याहारे एकारः ओकारः आयाति. सो अत् ए ओ एतान् एते वर्णानां गुण इति संज्ञा महर्षिणा कृतम्. सो गुणम् इत्युक्ते किम्, अकारः एकारः ओकारः, एते त्रयः वर्णः गुणित वर्णः, गुणित अक्षरः. सो तत्र धातु मूलधातुः तत्र अनुबन्धानां निष्कासनम् अनन्तरं तत्र गुणचिन्तनं सर्वदा करणीयम्. किमर्थं चेत् तस्य कृते वयं सूत्रं पठितवन्तः. सूत्रमस्ति, प्रथमसूत्रमस्ति, गुणकार्यस्य प्रथमसूत्रमस्ति सार्वधातुक आर्द्रधातुकयोः इति सूत्रम्. सूत्रं वदति इगन्तं धातु अस्ति अथवा इगन्तम् अङ्गम् अस्ति चेत् तस्य अङ्गस्य परे अनन्तरं कोऽपि सार्वधातुक् अथवा आर्द्रधातुक् प्रत्ययः विधीयते चेत् तत्र किं करणीयं, तस्य इगन्त अङ्गस्य गुणः करणीयं. भूयोग शप् यथा भवति, भू प्रथमगणे अस्ति तत्र शप् एव तिष्ठति. सो भू इति अङ्गं, भू इति धातु पश्यामः चेत् तस्य धातुः अन्ते दीर्घ उकारः. सो दीर्घ उकारः इक् प्रत्याहारस्य वर्णः. सो धातु अन्ते कोऽपि इ उ रु अस्ति चेत् तस्य साक्षात् परे कोऽपि सार्वधातुक् अथवा आर्द्रधातुक् प्रत्ययः विधीयते चेत् तत्र तस्य उकारस्य इक् वर्णस्य गुणः भवति. सो तत्र केन सूत्रेण गुणः इत्युक्ते सार्वधातुक् आर्द्रधातुकयोः इति सूत्रेण गुणः. सो तत्र भू भो भवति. अनन्तरं भुदिति धातुः, भुदिति धातुः अपि भुवादिगणस्य धातुः. सो बुद् धातुः अन्ते धकारः, कोऽपि इक् वर्णः अन्ते नास्ति. सो भुद् इति धातुः इगन्तधातु नास्ति, तस् धातुः उपधायाम् इक् वर्णः अस्ति. इत्युक्ते उपधा इत्युक्ते संज्ञा. इदानीं पुनः उपधा इत्युक्ते एकं पारिभाषिकशब्दः. उपधा किं, तत्र अन्तिम अलपूर्वे यः वर्णः तस्य उपधा इति संज्ञा. सो बुद् इति धातुः अन्तिम अल दकारः, दकारस्य साक्षात् पूर्वे तत्र ह्रस्व उकारः. सो तत्रापि उपधायां ह्रस्व इक् वर्णः अस्ति अस्मिन् धातु बुद् इति धातुः. सो अत्र परन्तु अत्र सार्वधातुक आर्धधातुक इति फार्मुला तत्र कार्यं न कर्तुं शक्यते इति सूत्रम् अत्र कार्यं न कर्तुं शक्यते. किमर्थं किमर्थं चेत् अत्र सार्वधातुक आर्धधातुकयोः इति सूत्रस्य कृते इगन्तम् अङ्गं भवेत्, अन्ते इक् अवर्णः भवेत्, न तु उपधायाम् इक् वर्णः भवेत्. सो तत् सार्वधातुक आर्धधातुकयोः इति सूत्रस्य कृते कीदृश अङ्गम्? इगन्त अङ्गम्. परन्तु अत्र इगन्तम् अङ्गं नास्ति, अतः किं कुर्मः? अत्र भिन्नसूत्रद्वारा कार्यम्, इत्युक्ते यत्र उपधायां ह्रस्व इकारः तत्र भिन्नसूत्रेण कार्यं, तत्रापि गुणः भवति, बुद्ध बोध भवति, परन्तु केन सूत्रेण? पुगन्तलघुपदस्य च. पूर्वस्मिन् वर्गे एतत् पठितवन्तः सर्वम्. इदानीं तस्य एकवारं पुनः स्मरणं वयम् अत्र कुर्मः. सो पुगन्तलघुपदस्य च इति सूत्रं वदति, लघुपदम् अङ्गम् अस्ति चेत् तस्य परे कोऽपि सार्वधातुक अथवा अर्धधातुक प्रत्ययः अस्ति चेत् तस्य लघु इक् वर्णस्य अपि गुणः. सो तत्र भिन्नसूत्रद्वारा कार्यम्. एकम् अन्यत् फार्मुला आगत्य वदति, ओके अत्र मया कार्यक्षेत्रं, सो पुगन्तलघुपदस्य च इति सूत्रेण लघुपद अङ्गस्य इकः गुणः भवति. अत्र लघुपद अङ्गम् अस्ति, सो तत्रापि बुद्बोध भवति, उकारः ओकारस्य इति तस्य परिवर्तनं भवति. पुगन्तलघुपदस्य च इति सूत्रे च इति पदम् अस्ति, अव्यपदम्. सो न केवलं लघुपदस्य अङ्गस्य एकः गुणः, पुगन्त अङ्गस्यापि एकः गुणः, च इति पदम् अस्ति. सो अत्र दलद्वयम्, एकमस्ति लघुपद अङ्गस्य एकः गुणः, द्वितीयमस्ति पुगन्त अङ्गस्य एकः गुणः. सो इदानीं पुगन्तम् इत्युक्ते किं? लघुपदविषये तु जानीमः, यथा लिख् लिख् योग अनियर् कुर्मः, लिख् योग अनियर् इति परिस्थित्यां तत्र किं भवति? अनियर् इति प्रत्ययः आर्धधातुक प्रत्ययः, लिख् इति प्रत्ययः उपधायाम् इक् वर्णः, ह्रस्व इक् वर्णः. सो तत्र किं करणीयं? तत्रापि गुणः करणीयं. केन सूत्रेण? पुगन्तलघुपदस्य च इति सूत्रेण. सो तत्र किं भवति? लेख, लिख् बिकम्स् लेख्, इकारस्य गुणः एकारः, अत् एङ् गुणः एकारः आयाति. सो लेखयोग अनीय, सो लेखनीय इति प्रातिपदिकम्, लेखनीय. परन्तु यदा वयं लिख् योग तिप् कुर्मः, तत्र लिख् लिख् एव तिष्ठति, तत्र गुणः न भवति. किमर्थं न भवति इति अद्य पश्यामः. अतिनूतनकरपत्रस्य तत्र प्रारम्भम् वयं कुर्मः, तत्र एतत् सर्वं लिखितम्. परन्तु लिख् योग अनियर् यथा अर्धधातुक प्रत्ययः भवति, तत्र केन सूत्रेण कार्यं? तत्र पुगन्तलघुपदस्य च इति सूत्रेण कार्यं. किमर्थम्? अङ्गं लघुपदम् अस्ति, अङ्गे अङ्गम् इगन्तं नास्ति, अङ्गं लघुपदम् अस्ति, उपधायाम् इक् वर्णः अस्ति, लघु इक् वर्णः, अत्र साक्षात् लघु इति पदं दत्तं. सो पुगन्तम् इदानीं पुगन्तम् इत्युक्ते किं? पुगन्तम् इत्युक्ते यस्य धातु अनन्तरं पुक् आगमः भवति, सः पुक् अन्ते आयाति, अतः पुगन्तम् अन्तं, पुक् अन्ते यस्य तत् पुगन्तम्. सो तत्र केवलं विशिष्टधातूनाम् एव पुक् आगमः भवति, सर्वेषां धातूनां पुक् इति आगमः न भवति. सो सूत्रमस्ति अर्ति, ह्री, व्ली, री, कनुयि, क्षमायि, अपि च आतां, पुग्नौ. सो पुक् आगमः एतेषां धातूनाम्, अर्ति, रुकारः, ह्री, व्ली, री, कनुयि, एते सर्वे धातवः पाणिनिधातुपाठे, अपि च आताम्. आताम् इति कथनेन दीर्घ आकारान्त धातुः, तेषाम् अनन्तरं पुक् इति आगमः भवति. सो पुक् इति आगमे केवलं प अवशिष्यते. अपि च कदा भवति? सर्वदा भवति वा इति प्रश्ने सति चेत् न, सर्वदा न भवति, केवलं निचि परे एव. तत्र पुग् नौ इति कथनेन तत्र निच् परे एव तत्र एतेषां विशिष्टधातूनां पुकिते आगमः भवति. सो एकवारं यदा तत्र पुक् आगमः भवति तस्य अनन्तरं तत्र गुणस्य प्रसक्तिः. किमर्थं चेत् महर्षिसूत्रे वदति पुगन्ताङ्गस्य अपि गुणः. सो पुगन्ताङ्गस्य कस्य गुणः? इकः गुणः. तत्रापि इक् वर्णानां गुणः भवति, परन्तु तत्र इक् लघु अस्ति वा दीर्घ अस्ति वा इति महर्षिः न वदति. महर्षिः केवलं वदति पुगन्त अङ्गस्य इकः गुणः सार्वधातुकार्थधातुकयोः, इत्युक्ते सार्वधातुकार्थधातुकयोः इति अत्र अनुवृत्तिरूपेण अस्मिन् सूत्रे आयाति. तद् निमित्तं भवति कार्यस्य कृते. सो तत्रापि परन्तु पुक् इति आगमस्य कृते निमित्तं किं? निच् प्रत्ययः. सो एतत् सर्वं वयं पठितवन्तः. इदानीं तत्र वयं पूर्वस्मिन् वर्गे किं विशिष्टं किं दृष्टवन्तः. तत्र एकं सूत्रम् अस्ति अचोणिनिति. अचोणिनिति इति सूत्रम् अपवादसूत्रं. कस्य अपवाद? यदा वयम् अपवादसूत्रं वदामः कुत्र व्याकरणे, यदा कदा वयम् अपवादसूत्रं वदामः सर्वदा तत्र प्रश्नं करणीयं कस्य अपवादः. सो कस्य अपवादः अचोणिनिति इति सूत्रं? कस्य अपवादः? सार्वधातुक आर्धधातुकयोः इति सूत्रस्य अपवादसूत्रम् अस्ति अचोणिनिति. यथा वयं पूर्वे मया किम् उक्तं कर्तरि शप् सार्वधातुके इति सूत्रस्य कृते तत्र बहूनि अपवादसूत्राणि क्षम्यतां. सो ते के? दिवाजिभ्यः शन्, तनादिकृन्भ्यः उः, तत्र एते तुदादिभ्यः शः, एते सर्वे सर्वाणि सूत्राणि कर्तरि शप् सार्वधातुके इति सूत्रस्य कृते अपवादसूत्राणि. परन्तु अत्र अचोणिनिति इति सूत्रस्य कृते सूत्रं कस्य कृते अपवादं? सार्वधातुकार्धधातुकयोः. किमर्थम् अपवादम् इति प्रश्नः. किमर्थम् अपवादम्? अत्र पश्यतु सार्वधातुकार्धधातुकयोः इति सूत्रं वदति इघन्ताङ्गस्य परे कोऽपि सार्वधातुक् अथवा आर्धधातुक् प्रत्ययः अस्ति चेत् तत्र इक् वर्णस्य गुणः करणीयम् इति सूत्रं सार्वधातुक् आर्धधातुक् इति सूत्रं वदति. इदानीम् एकं विशिष्टसूत्रम् आयाति अचोणिणिति. अचोणिणिति इति सूत्रं वदति अच् अङ्गस्य परे कोऽपि नित् अथवा णित् प्रत्ययः अस्ति चेत् तस्य वृद्धिः करणीयम्. सो वी हेव् टु डिफ्रेण्ट् व्यूस् ओवर् हियर्. वट् थिङ्ग् हेस् स्टार्टेड् whatever I am saying, everybody understanding? Is it clear? Spashtam asti va? Spashtam asti. Nasti che tatra vadatu, madheva vadatu. See, atra kru iti dhatu asti. Nich iti pratyaha. वैट् बोर्ड् दृश्यते वा? दृश्यते. एतादृशः स्थितिः अस्ति इति एकं सोपानम् अस्ति. अहं क्रू इति धातुः तनादिगणस्य धातुः अस्ति. अहं तत्र हेतुमति च सूत्रद्वारा निच् प्रत्ययस्य तत्र योजनं कृतवती. इदानीम् अत्र किम् अत्र पश्यामः निच् इति प्रत्ययः. निच् इति प्रत्ययः तस्य स्वभावः कः? निच् इति प्रत्ययः शित् नास्ति. अत्र कोऽपि शकारः इत्संज्ञकः नास्ति. निच् इति प्रत्ययः तिङ्समूहे अपि नायाति. सो शित् नास्ति, तिङ् नास्ति. कृपया सर्वे म्यूट् मध्ये तिष्ठतु, तत्र प्रतिध्वनि श्रूयते. सो निच् इति प्रत्ययः शित् न, तिङ्समूहे नास्ति. अतः केन सूत्रेण? आर्धधातुकं शेषः. शेषः इत्युक्ते शित् न, तिङ् न. अतः निच् इति प्रत्ययः आर्धधातुक् प्रत्ययः. अस्मिन् के के अनुबन्धाः? प्रथम आदिं वर्णः मूर्धन्यनकारः. सचुटु सूत्रद्वारा मूर्धन्यनकारस्य इति भवति. अन्ते चकारः हल्वर्णः. हलन्त्यं सूत्रद्वारा तत्र चकारस्य इति संज्ञा भवति. सो किम् अवशिष्यते? रिमेनिङ्ग्, वाट् इस् रिमेनिङ्ग्? इकारः, ह्रस्व इकारः एव अस्मिन् प्रत्यये अवशिष्टभागः. सो क्रूयोग इ अत्र अत्र अङ्गं कीदृश? निच् प्रत्ययस्य कृते निच् प्रत्ययस्य प्राक् यत् अस्ति तत् सर्वम् अङ्गम्. अत्र स्वयं धातुरूपी अङ्गम् अस्ति. सो निच् प्रत्ययः किं पश्यति? क्रू इति अङ्गं पश्यति. क्रू इति अङ्गं कीदृशम्? इदानीं तु प्रत्ययस्य विषये दृष्टवन्तः. क्रू इति अङ्गे अन्ते ऋकारः अस्ति. ऋकारः अच्वर्णः इत्युक्ते स्वरः. अपि च इक् प्रत्याहारे ऋकारः अपि आयाति. इक् इति प्रत्याहारे इ उ अपि च ऋकारः. एते त्रयः वर्णः. लु अपि अस्ति, परन्तु लु विषये तत्र कोऽपि तत्र उदाहरणानि तत्र न सन्ति. सो रु इति इक् वर्णः, रु अच् अपि अस्ति, अच् मध्ये अपि आयाति. सो अत्र इघन्तम् अङ्गम् अस्ति, तस्य साक्षात् परे आर्धधातुक् प्रत्ययः. सो कस्य सूत्रस्य प्रसक्तिः अत्र? इगन्ताङ्गस्य. अत्र न केवलम् अत्र पुगन्तलघुपदस्य च इति सूत्रस्य कथम् अत्र प्रसक्तिः भगिनि? कस्य सूत्रस्य वदतु? इगन्ताङ्गस्य परे तत्तु सत्यं, परन्तु एकम् अन्यत् सूत्रस्यापि प्रसक्तिः अत्र. इगन्ताङ्गस्य परे आर्धधातुक् प्रत्ययः. सो कस्य सूत्रस्य प्रसक्तिः? तत्तु संज्ञासूत्रं. कार्यस्य कृते कस्य कस्य सूत्रस्य कार्यविधिसूत्र कस्य कस्य विधिसूत्रस्य प्रसक्तिः अत्र? न सार्वधा गुणकार्य सार्वधातुक आर्धधातुकयोः इति सूत्रस्य कः अर्थः वदतु? सार्वधातुक आर्धधातुकयोः इति सूत्रं विधिसूत्रम्. अत्र कार्यं वयम् अत्र कार्यं करणीयं. सो विधि करणीयं, परन्तु कीदृशविधिः इत्युक्ते अस्मिन् अस्यां दशायां सार्वधातुक आर्धधातुकयोः इति सूत्रम् आगत्य वदति मया कार्यक्षेत्रं. परन्तु तस्मिन् अस्मिन् एव दशायाम् अस्मिन् सोपाने एव अचोणिणिति इति सूत्रम् आगत्य वदति नो मया अपि कार्यक्षेत्रम्. सो सूत्रद्वयस्य अत्र किं सङ्घर्षः भवति? केन सूत्रेण कार्यं कुर्मः इति तत्र सङ्घर्षः. किमर्थं चेत् इगन्त अङ्गम् अस्ति, परे आर्धधातुक् प्रत्ययः. अजन्तम् अङ्गम् अस्ति, परे निच् इति प्रत्ययः. सो सूत्रद्वयस्य प्रसक्तिः, न केवलमेकमेव सूत्रं. सार्वधातुक आर्धधातुकयोः इति सूत्रम् आगत्य वदति मया कार्यक्षेत्रम्. परन्तु अचोणिनिति इति सूत्रमपि आगत्य वदति ओ इट् इस् मया कार्यक्षेत्रं. सो केन सूत्रेण कार्यं कुर्मः इति अत्र भ्रमः जायते. सो यत्र यत्र एकस्मिन् सोपाने सूत्रद्वयम् आगत्य वदति मया कार्यक्षेत्रं, सूत्रद्वयस्य प्रसक्तिः एकस्मिन् सोपाने भवति, तत्र अपवादसूत्रेण एव कार्यं करणीयं. किमर्थं चेत् निरवकाशः अपवादस्य बलम्. सो तत्र अपवादसि अत्र क्रूयोग निच् यदि वयं सार्वधातुक आर्धधातुकयोः इति सूत्रद्वारा कार्यं कुर्मः, तत्र अचोणिनिति इति सूत्रं कदापि तपि कार्यं न कर्तुं शक्यते. तस्य कार्यक्षेत्रम् अन्यत्र कुत्रापि नास्ति. एतादृशायां स्थितियाम् एव तत्र अचोणिनिति इति सूत्रस्य प्रसक्तिः. सो अत्र अपवादबलेन अपवादसूत्रं यः सार्वधातुक् इति सूत्रं सामान्यसूत्रं, परन्तु अचोणिनिति इति सूत्रम् अपवादसूत्रं. किमर्थम् अपवाद इति प्रश्नः. अचोणिनिति इति सूत्रस्य कः अर्थः? अजन्त अङ्गस्य परे णित् अथवा णित् णित् प्रत्ययः अस्ति अथवा णित् प्रत्ययः अस्ति एतेषां द्वयानां प्रत्ययानां तत्र निमित्तीकृत्य एव तत्र वृद्धिः कार्यं सो अल्पनिमित्तिकम् अचोनिमिति इति सूत्रस्य कृते बहु न्यूनं निमित्तानि सन्ति णित्प्रत्ययः अपि च अणित्प्रत्ययः णित्प्रत्ययः ते तादृशप्रत्ययः परे अस्ति चेदेव गुणका वृद्धिकार्यं परन्तु अन्ये सर्वे यदा वयं क्रूयोग अनियर् कुर्मः अत्र दृश्यतु यदि वयं क्रूयोग अनियर् कुर्मः तत्र किं भवति तत्र अचोणिनीति इति सूत्रस्य प्रसक्तिः अस्ति वा नास्ति वदतु कोऽपि वदतु किमर्थं नास्ति सत्यं सो क्रूयोग अनियर् अनियर् सत्यं सो क्रूयोग अनियर् कुर्मः चेत् तत्र यदा निच् प्रत्ययः अथवा निच् प्रत्ययः अस्ति चेत् तर्हि कः आगतः अचोणिनिति इति सूत्रम् आगत्य तत्र उद्युक्तः भवति सो यदा वयं क्रूयोग अनियर् अत्र कस्य सूत्रस्य प्रसक्ति अस्यां दशायां केषां केषां सूत्राणां सत्यं सो अत्र अचोनिनिति अपि च पुगन्तलघुपदस्य च सूत्रद्वयस्य कार्यक्षेत्रमेव नास्ति सो ते सूत्रद्वयम् अत्र न आगन्तुं शक्यते अत्र केवलं सार्वधातुकार्धधातुकयोः इति सूत्रम् आगन्तुं शक्यते किमर्थं चेत् अनियर् इति प्रत्ययः आर्धधातुप्रत्ययः क्रू इति इगन्ताङ्गं सो केवलं सार्वधातुकार्धधातु सूत्रेण एव अत्र प्रसक्तिः भवति कार्यमपि भवति परन्तु यदा क्रूयोग निच् इति विशिष्टस्थित्यां तत्र किं तत्र न केवलं सार्वधातुकार्धधातुकयोः इति सूत्रं सूत्रस्य प्रसक्तिः अपि च अचोणिनिति इति सूत्रस्यापि प्रसक्तिः सो अत्र सार्वधातुकार्धधातुकयोः इति सूत्रं बाधित्वा तं सूत्रस्य कार्यं बाधित्वा अचोनिनीति इति सूत्रद्वारा कार्यं स्वत्र किं भवति वृद्धिः भवति सो वृद्धिः इति तस्य कृते संज्ञासूत्रं किम् मम प्रश्नः कः वृद्धिराधेच् वृद्धिः आत् एच् वृद्धिः विसर्गः अस्ति तत्र वृद्धिः आत् एच् सो आत् इति कथनेन दीर्घ आकारः ए ऐच् इति कथनेन तत्र ऐच् इति कथनेन ऐकारः औकारः सो एते त्रयः वर्णः वृद्धिसंज्ञकवर्णः सो एते त्रयः वर्णः एव आगन्तुं तेषाम् आदेशः एव भवितुम् अर्हति सो रुस्थाने तत्र भगिनी वदतु अनसूया भगिनी तत्र किं रुस्थाने कः आदेशः भगिनी अस्ति वा आदेशः न रुस्थाने अत्र केन सूत्रेण कार्यम् अचोनिनीति इति सूत्रेण कार्यम् अचोनिनीति इति सूत्रेण वृद्धिकार्यम् रु अपगच्छति आयाति रु स्थाने आ इति आदेशः किमर्थं चेत् आ इति वृद्धिसंज्ञकवर्णः सो रुस्थाने आयाति आ इति वर्णः अनप्रत्याहारस्य वर्णः आ इति वर्णः अनप्रत्याहारे आयाति सो इदानीं कस्य सूत्र सूत्रस्य तत्र बलेन तत्र कार्यम् इत्युक्ते तत्र उरनरपरः सूत्रं किं वदति वदतु कोऽपि अनुसूय अनिमित्तं भवति तत्र रकार अर् भवति यत्र अहं वदामि युगलकिशोरः तत्र सर्वदा उरन्रपरः भवति एव. न न, सूत्रस्य कः अर्थः वदतु एकवारम्, एकवाक्येन वदतु. उरन्रपरः इति सूत्रस्य कः अर्थः एकवाक्येन वदतु. भूस्थाने अन् आदेश. हा हा, वदतु भगिनि, पुनः वदतु. चन्द्रमेति वदतुस्थाने अन् आदेशः भवति. उः इति कथनेन किम्? ऋ बहुवचन, ऋकारस्य बहुवचन. सूत्रस्य सामान्य अर्थं किम् इति वदामः चेत्, यस्मिन् यस्मिन् सूत्रे ऋकारः, रु इति अचवर्णः, ऋकारस्य स्थाने तत्र किम् अनप्रत्याहारस्य कोऽपि वर्णस्य आदेशः भवति चेत् तत्र सर्वदा तस्य अनपरे रेफः अपि आयाति, उरन् रपरः. सो तत्र अत्रापि यत्र केव अत्र रुस्थाने अनादे रुस्थाने अनादेशः, रु इति स्थाने वर्णः, सः अपगच्छति, रुकारः अपगच्छति, तस्य स्थाने अन् प्रत्याहारस्य कोऽपि वर्णः, अन् इति प्रत्याहारे तत्र अ इ उ, सो अन् प्रत्याहारस्य कोऽपि वर्णः आदेशरूपेण आयाति चेत् तस्य अनप्रत्याहारस्य परे सर्वदा रेफः अपि आयाति इति उरनरपरः परिभाषासूत्रस्य अर्थः. सो यस्मिन् यस्मिन् न केवलम् अत्र, यस्मिन् यस्मिन् सूत्रे ऋकारः अपगच्छति तस्य स्थाने कोऽपि अ इ उ एते अनप्रत्याहारस्य कोऽपि वर्णः आयाति चेत् तत्र सर्वदा रेफः अपि आयाति, तत्र रेफस्य आगमः अपि भवति. सो सर्वदा अनप्रत्याहारस्य परे रेफः अपि आनेतव्यं. सो अत्रापि रुस्थाने आ इति वृद्धिः आदेशः, परन्तु तस्य परे उरनरपरः इति सूत्रेण रेफः अपि परे आयाति. सो अत्र निच् प्रत्ययस्य निमित्तीकृत्य अत्र वृद्धिः अभवत्, न तु गुणः. सो अर् न भवति, अत्र आर् भवति. किमर्थं चेत् विशिष्ट आर्धधातुक प्रत्ययः अस्ति परे. सो वृद्धिकार्यं केन केन प्रत्ययेन भवति इत्युक्ते णित् अपि च णित् प्रत्ययद्वयस्य एतेषां प्रत्ययानां निमित्तीकृत्य एव वृद्धिः वृद्धिकार्यम्. एतेषां प्रत्ययः आर्धधातुक प्रत्ययः परे नास्ति चेत् तत्र तु सामान्यगुणकार्यम् एव भवति, सार्वधातुक आर्धधातुकयोः इति सूत्रद्वारा. सो अत्र किं भवति, कारी इति नूतनधातुः, वर्णमेलनेन कारी भवति. सो कारी इति सनादिधातुः इदानीं. सो तत्र वयं लट् लकारस्य पदं निर्मेतुं शक्नुमः. सो कारी योग तिप् भवति चेत् तत्र तिप् इति सार्वधातुप्रत्ययः. सो धातुः सार्वधातुकप्रत्ययः साक्षात् परे अस्ति चेत् तत्र कर्तरी शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः. सो तत्र मध्ये किं शप् आयाति, शप् कारणेन कार्ययोग It is this whole, I don't know why. इदानीं षित् अस्ति, शपः अपि भवति, अतः तत्र सार्वधातुक आर्धधातुकयोः इत्यनेन इकारस्य स्थाने एकारः भूत्वा कारे इति भवति. अनन्तरम् एकारस्य स्थाने अवादेशः अयादेशः भूत्वा कार इति भवति. अनन्तरं ति योजनेन कारयति इति अन्तिमरूपं निष्पन्नं. सत्यं. सो कारी योगत्यप् यथा निजन्तलटीरूपस्य वैट् बोर्ड् दृश्यते वा? आं महोदय. सो कारी योग शप् इदानीं शप् प्रत्ययस्य कृते कीदृश अङ्गं प्रत्ययस्य प्राक् यत् अस्ति तत् सर्वम् अङ्गं शप् प्रत्ययं किं पश्यति इगन्त अङ्गं पश्यति अन्ते इकारः अस्ति सो कारि इ अन्ते अस्ति इ अपि तत्र इक्वर्णः सो शप् प्रत्ययः शित् अस्ति अतः कारे भवति केन सूत्रेण कार्यम् अत्र कारि कारे भवति परन्तु केन सूत्रेण किमर्थं चेत् अन्ते इक्वर्णस्य गुणः यः भवति केवलम् एकमेव सूत्रम् अस्ति सार्वधातुक अर्धधातुकयोः अत्र वृद्धिः न भवितुम् अर्हति किमर्थं चेत् णित् प्रत्ययः नास्ति णित् प्रत्ययः नास्ति अत्र सामान्य सार्वधातुक प्रत्ययः सो अत्र केवलं गुणः एव भवति सो अत्र कारे भवति अनन्तरम् अनन्तरं ति सो कारे यः अस्ति ए योग ए चो यथा तत्र भव भगिनी उक्तवती कारे योग स्थाने अय आदेशः एचोयवायावः इति सूत्रद्वारा सूत्रमपि वक्तव्यम् इफ् वी आर् डूयिङ्ग् सम् चेञ्ज् वी हेव् टु से बै वट् फार्मुला वी आर् डूयिङ्ग् द चेञ्ज् सूत्रं किम् सो ए स्थाने अत्र ऐ आदेशः सूत्रं किम् एचोयवायावः एच् प्रत्याहारस्य वर्णे परे कोऽपि अच् वर्णः अस्ति चेत् तत्र अय् अव् आय आव इति तस्य एच् स्थाने एव भवति परे यः अच् वर्णः स तथैव तिष्ठति सो अकारः तथैव तिष्ठति परन्तु अकारस्य कारणेन ए ऐ भवति अकारस्य साक्षात् परे अस्ति चेदेव ऐ भवति इदानीं तत्र वर्णमेलनेन कारयति इति भवति सो कारयति किमस्ति निझन्तलटीरूपम् निझन्तलटीरूपम् सो तत्र सर्वदा धातुयोगप्रत्ययः भवति अथवा अङ्गं योगप्रत्ययः भवति चेत् तत्र सर्वदा तत्र द्रष्टव्यं कीदृशप्रत्ययः कीदृश अङ्गम् सो यदा मया पूर्वे उक्तं लिख् लिख् योग अनियर् सो अत्र अन्ते कः वर्णः तत् तत् द्रष्टव्यम् अन्ते खकारः अस्ति लिख् ल इ ख लिख् अन्ते खकारः सो अत्र सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः एव नास्ति किमर्थं चेत् इघन्तं नास्ति अन्ते अन्तम् इक् अन्तं यस्य तत् सो अन्ते इक् वर्णः नास्ति सो कुत्र इक् वर्णः अस्ति खकारस्य साक्षात् पूर्वे अन्तिम अलपूर्वे तत्र इक् वर्णः अत्र ल योग इ योग ख त्रीणि वर्णानि अत्र अस्मिन् धातौ लिखितधातौ सो खकारस्य साक्षात् पूर्वे कः वर्णः उपधायाम् इत्युक्ते तस्य उपधा इति संज्ञा इकारस्य उपधा इति संज्ञा सो लघु इक् वर्णः उपधायां सो यत्र यत्र लघु इक् वर्णः उपधायाम् अस्ति परे कोऽपि सार्वधातुक अथवा अर्धधातुक प्रत्ययः अस्ति चेत् तत्र पुगन्तलघुपदस्य च इति सूत्रद्वारा कार्यं सो लिख् किं भवति ए इकारस्य गुणः एकारः लेख् भवति सो लेख् योग अनियर् सो वर्णमेलनेन तत्र रकारस्य इत्संज्ञा भवति अनीय एव अवशिष्यते सो लेखनीय इति प्रातिपदिकं लेखनीयम् अस्तु पाठं लेखनीयं सो लेखनीय इति भवति तत्र गुणः भवति सो सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य च अपि च अचोनिनीति एते सूत्रत्रयं द्वौ सूत्रद्वारा तत्र गुणकार्यम् एकसूत्रद्वारा अचोनिनीति इति सूत्रद्वारा तत्र वृद्धिकार्यं सो यदि कोऽपि विशिष्ट अर्धधातुक प्रत्ययः परे अस्ति चेत् तत्र सर्वदा द्रष्टव्यं नित् अथवा णित् प्रत्ययः अस्ति चेत् तत्र द्रष्टव्यम् अत्र गुणकार्यं करणीयं वा वृद्धिकार्यं करणीयं सो वृद्धिकार्यं विशिष्टकार्यम् इत्युक्ते अपवादसूत्रेण एव कार्यं करणीयं सो अचोनिनीति इति सूत्रस्य प्रसक्तिः कस्मिन् गणे भवति इति अपि दृष्टवन्तः पूर्वस्मिन् वर्गे सो चुरादिगणे विशिष्टसूत्रद्वारा तिङन्तस्य निर्माणार्थं तत्र धातुः अनन्तरं निच् प्रत्ययः आयाति, स्वार्थे निच् आयाति. सो तत्र णिच् इति प्रत्ययः णित् अस्ति. णिच् इति प्रत्यये मूर्धन्यनकारः इत्, सो णित् णिति णिति इति अत्र पदं सप्तमी अन्तं पदः. सो णिति परे तत्र अच् वर्णनां वृद्धिः न तु गुणः. सो घार् भवति, ऋकारस्य आर् भवति. सो घारी इति अङ्गं निष्पद्यते. सो चुरादिगणे यत्र यत्र धातुः इग अजन्तम् अस्ति, किमर्थं चेत् अत्र स्थानीवर्णः अस्मिन् सूत्रे किम् अचः निणिति वृद्धिः, अचः अङ्गस्य वृद्धिः निणिति इति सूत्रस्य तत्र अनुवृत्तिसहितसूत्रम्. सो अचः इति षष्ठी अन्तं पदः, षष्ठी अन्तं पदः स्थानी. सो अचः स्थाने तत्र वृद्धिः कार्यं कदा? णिणिति परे. सो अत्रापि गृहयोग णिच्, अत्रापि सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु प्राप्तिः न भवति. किमर्थं प्राप्तिः न भवति? एकं विशिष्टसूत्रम् आगत्य वदति एतत्तु स्पेशलि मया कार्यक्षेत्रम्. अचोणिणिति इति सूत्रम् आगत्य वदति ओ नो सार्वधातु यु आर् एस् सामान्यसूत्रम्, अयम् ए विशिष्टसूत्रम्. सो मया कार्यक्षेत्रम् अत्र अस्ति. सो अत्र रु आर् भवति, न तु अर् भवति. किमर्थं च विशिष्टप्रत्ययः परे अस्ति, विशिष्ट अर्धधातुप्रत्ययः परे अस्ति. सो तत्र सर्वदा एतत् सर्वं तत्र द्रष्टव्यं. यदा वयं पदनिर्माणं कुर्मः चेत् तत्र किं द्रष्टव्यं, कीदृशकार्यं करणीयं, गुणकार्यं करणीयं वा वृद्धिकार्यं करणीयं. गुणकार्यं सामान्यकार्यं, वृद्धिकार्यं विशिष्टकार्यं. किमर्थं विशिष्टं? यस्य अल्पनिमित्तिकं निमित्तिकानि सन्ति तत् विशिष्टसूत्रम्. सो अत्र अचोणिनिति इति सूत्रं केवलं णित् अथवा णित् परे एव कार्यं कर्तुं शक्यते. कोऽपि णित् अप्रचरणित् विहाय अन्य कोऽपि प्रत्ययः अस्ति चेत् तत्र अजन्ताङ्गस्य वृद्धिः न भवति. कारणम् आवश्यकम्, एतत् कारणमस्ति चेदेव वृद्धिः. सो भुवादिगणे चुरादिगणे प्रथमसोपाने एव वृद्धिः भवति यदि तत्र अजन्तम् अस्ति. परन्तु वयं दृष्टवन्तः तत्र चुरादिगणे तत्र किं तत्र यः लघु इगुपदधातवः अपि सन्ति, यथा विल्, चुर्, तुल्, गुश्. एते धातवः कुत्र? चुरादि दशमगणे. अत्रापि प्रथमसोपाने चुर् योग निच् भवति, परन्तु चुर् योग निच् यदा भवति स्पेशल् आर्धधातुप्रत्ययः परे अस्ति, परन्तु तस्य कृते अजन्ताङ्गं नास्ति. सो अचोणिनिति इति सूत्रस्य प्रसक्तिः एव तत्र नास्ति. किमर्थं चेत् अचोणिनिति इति सूत्रं वदति अन्ते स्थितस्य अचुवर्णस्य वृद्धिः, न तु कस्यचित् अचुवर्णस्य वृद्धिः. अचोणिनिति इति कथं जानीमः? पूर्वस्मिन् वर्गे दृष्टवन्तः अचः अङ्गस्य, अचः अङ्गस्य इति अचः विशेषणं भवति अङ्गस्य कृते. अतः तदन्तविधिः कथं जानीमः? तदन्तविधि करणीयम्. अत्र तु सूत्रे किमपि न लिखितं, तदन्तविधि अन्ते स्थितस्य अचवर्णस्य इति तु न लिखितमस्ति न. सूत्रं केवलं वदति अच् परे कोऽपि णित् अथवा णित् अच् अङ्गस्य णित् अथवा णित् परे वृद्धिः करणीयं, तावदेव सूत्रं वदति. परन्तु कथं जानीमः अजन्तङ्गस्य अन्ते स्थितस्य अचवर्णस्य इत्युक्ते तदन्तविधिः, येन विधि तदन्तस्य इति सूत्रद्वारा. किमर्थ येन विधि सूत्र येन विधि तदन्तस्य इति सूत्रं परिभाषासूत्रं. सूत्रस्य प्रसक्तिः कुत्र कुत्र भवति इति प्रश्ने सति चेत् यत्र यत्र स्थानीवर्णः विशेषणरूपेण विधीयते तत्र तत्र तत्र सि तत्र येन विधि तदन्तस्य, येन इति तृतीयान्तं पदः. सो येन इत्युक्ते तत्र न लिखितमस्ति सप्तमी द्वारा यः विधीयते अथवा पञ्चमी द्वारा अथवा तृतीया द्वारा यः निमित्तम् अस्ति, तत्र केवलं लिखितमस्ति येन विधि तदन्तस्य. येन केन अपि येन केन अपि करणेन येन केन अपि कार्येण यत्र तत्र विधिः सः तदन्तस्य अपि भवति. सो सूत्रस्य प्रसक्तिः कुत्र कुत्र भवति? यत्र स्थानीवर्णः, यस्मिन् यस्मिन् सूत्रे स्थानीवर्णः विशेषणरूपेण अपि दत्तं तत्र तत्र तदन्तविधि करणीयम् इति सूत्रस्य अर्थः. सो अत्र अपि यद्यपि सूत्रे न लिखितं परन्तु परिभाषासूत्रं वदति तदन्तविधिः इत्युक्ते अन्ते स्थितस्य अच्वर्णस्य. साक्षात् अच्वर्णस्य परे णित् अस्ति चेत् तत्र तु कार्यं भवति, सूत्र तदेव वदति. परन्तु फलितार्थः कः? अजन्त यस्य अन्ते अच्वर्णः अस्ति तस्यापि कार्यं करणीयं. किं कार्यं? वृद्धिकार्यं. सो तत्र ग्रू यः अस्ति सः अच्वर्णः नास्ति. ग्रू इति साक्षात् अच् नास्ति, ग्रू इति अन्ते अच्वर्णः अस्ति. सो तदन्तविधिद्वारा जानीमः अत अन्ते स्थितस्य अच्वर्णस्य, तथैव सार्वधातुकार्धधातुकयोः. सो सूत्रस्य अर्थः कः? अन्ते स्थितस्य अच्वर्णस्य वृद्धिः निणिति परे. सो अत्र चुर् यः अस्ति तत्र अन्ते अच्वर्णः नास्ति. सो अत्र चुर् योगनिच् यदा भवति अथवा तुल् योगनिच् यदा भवति तत्र अचो निणिति इति सूत्रस्य कार्यक्षेत्रमेव नास्ति. किमर्थं चेत् नित् तु अस्ति परन्तु अन्ते अच्वर् कोऽपि अच्वर्णः नास्ति, अपि च अन्ते अच्वर्णः नास्ति. अतः अत्र चुर्योगनिच् इति स्थित्यां तत्र किं भवति? कोऽपि वदतु. चुर्योगनिच् यदा भवति तत्र तु अचोणिनिति इति सूत्रस्य कार्यक्षेत्रं नास्ति. द्रष्टव्यं दृष्टवन्तः केन? आम्, परन्तु मया मम प्रश्नः कः? कस्य सूत्रस्य प्रसक्ति? सूत्रं किं? सूत्रमस्ति पुगन्तलघुपदस्य. पुगन्तलघुपदस्य च महोदय. अत्र लघु इक् वर्णः उपदायाम् अस्ति. इक् वर्णः सूत्रेण कार्यं पुगन्तलघुपदस्य च सूत्रस्य आम् तत्तु सत्यं. परन्तु अत्र तत्र कोऽपि अन्यसूत्रस्य प्रसक्तिः नास्ति. सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः नास्ति. अचोणिनिति इति सूत्रस्य प्रसक्तिः नास्ति. किमर्थं चेत् अङ्गं द्रष्टव्यम्. कीदृश अङ्गम् अस्ति? केवलं प्रत्ययः एव न द्रष्टव्यम्, अङ्गमपि द्रष्टव्यम्. अङ्गे एव कार्यं भवति, अङ्गे एव परिवर्तनं भवति. सो अङ्गमपि द्रष्टव्यम्. अत्र तु लघु इदुपदङ्गम् अस्ति. उपदायाम् इक् वर्णः लघु इक् वर्णः. सो अत्र केवलं पुगन्तलघुपदस्य च इति सूत्रम् एव कार्यं कर्तुं शक्यते, न तु अचोणिनिति अपि च सार्वधातु. सो चुरादिगणे यत्र यत्र इगन्तदातवः तत्र सर्वदा वृद्धिः भवति. यत्र लघु इगुपददातवः तत्र गुणः भवति पुगन्तलघुपदस्य च. अनन्तरं तत्र लटीरूपनिर्माणार्थं तत्र सार्वधा सूत्रत्रयाणां प्रसक्तिः. अनन्तरं यदा तत्र चोरियोग शप् भवति तत्र सार्वधातुकार्धधातुकयोः इति सूत्रस्य द्वारा कार्यं. स चुरादिगणे विशिष्टम् अस्ति. किमर्थं चेत् अत्र प्रथमसोपाने एव निश्चिति प्रत्ययः आयाति. सो अत्र अचोणिनिति सूत्रद्वारा अपि कार्यम्, अनन्तरं कुत्रचित् पुगन्तलघुपदस्य च सूत्रद्वारा कार्यम्, अनन्तरं तत्र सार्वधातुकार्धधातुकयोः इति सूत्रस्य अपि तेन सूत्रेणापि कार्यं भवति. स्वचुरादिगणः विशिष्टगणः, तत्र त्रयाणां सूत्राणां प्रसक्तिः कुत्रचित् भवति. अस्तु, परन्तु भुवादिगणे किं? धातुयोगशप् प्रथमसोपाने एव धातुयोगशप् भवति चेत् सार्वधातुप्रत्ययः अस्ति. अतः तत्र किं? यदि अङ्गम् इगन्तम् अस्ति चेत् सार्वधातुकार्धधातुकयोः. अङ्गं लघु इगुपद अङ्गम् अस्ति चेत् तत्र पुगन्तलघुपदस्य च इत्यनेन कार्यम्. सो भुवादिगणे दृष्टवन्तः, चुरादिगणे दृष्टवन्तः. इदानीं तत्र एकं नूतन करपत्रं सुदादिगणे किम्? सो इदानीं तत्र नूतनकरपत्रस्य तत्र प्रारम्भं कुर्मः. भुवादिगणे दृष्टवन्तः किं भवति, चुरादिगणे अपि दृष्टवन्तः कथं केन सूत्रेण कुत्र कुत्र कार्यक्षेत्रम् अस्ति तत्र केन सूत्रेण कार्यम्. इदानीं तुदादिगणे न गुणः इति अत्र लिखितमस्ति. तुदादिगणे न गुणः, सो अस्मिन् गणे तुदादिगणे कः गणः? षष्ठं गणः अहं चिन्तयामि. सो षष्ठं गणे तत्र गुणः न भवति इत्युक्ते कदापि तत्र न केवलं विकरणप्रत्ययस्य कारणेन अपि गुणः न भवति, तिप् कारणेन अपि गुणः न भवति. सो तुदादिगणे न गुणः, तत्र गुणः एव न भवति इति सूत्र इति करपत्रस्य शीर्षकं. कथं न भवति इति अग्रे सर्वं दत्तम् अस्तु. इदानीं प्रारम्भं कुर्मः. कः पठितुम् इच्छति? कोऽपि प्रश्नः अस्ति वा? इदानीं पर्यन्तं काटसि करपत्रम् करपत्रम् इदानीं दृश्यते वा? न दृश्यते. Started. I don't know, it's creating a lot of problems. One second. इदानीं दृश्यते वा? I don't know. What has happened to record? न दृश्यते. इदानीं दृश्यते. दृश्यते? न दृश्यते. दृश्यते, दृश्यते. सम्यक् दृश्यते. अस्तु अस्तु. कः प्रारम्भं करोति? पूर्णिमा भगिनी पठितुम् इच्छति वा? भगिनी अस्ति वा? नास्ति. पठामि वा? आं भगिनी पठतु, कृपया पठतु. सुदादिगणे न गुणः, वादिगणः, सुदादिगणः इत्यनयोः विकरणप्रत्ययस्य अनुबन्ध लोपानन्तरम् अ एव अवशिष्यते इति अस्माभिः दृष्टम्. तयोः गणयोः तिगन्तपदानां साम्यम् अपि अस्ति, यथा वादौ भवति सुदादौ लिखति, उभयत्र ति इत्यस्मात् पूर्वम् अकारः. तर्हि किमर्थं गणद्वयम्? एतावता प्रायः सर्वे जानीयुः यत् स्वादिगणे गुणकार्यं भवति, सुदादिगणे च गुणकार्यं निषिध्यते. अस्मिन् पाठे किमर्थं सुदादिगणे गुणः न भवति इति परिशीलयिष्यामः. दृष्टान्ते भूधातु. किञ्चित् वदतु प्रथमे, अत्र किं लिखितं तस्य विषये वदतु किञ्चित्. स्वादिगण प्रथमे गणे तथा षष्ठीगणे, स्वादिगणे तथा सुदादिगणे विकरणप्रत्ययः अनुबन्धलोपानन्तरम् अ एव अवशिष्यते. वादिगणे शप् प्रत्ययः अस्ति, सुदादिगणे श अस्ति, श अस्ति, सुदादिगणे श अस्ति. तत्र तिङन्तपदानि समानानि एव, यथा भू भवति वादिगणे अस्ति, तथा सुदादिगणे लिखति इति अस्ति. समानं नास्ति, किञ्चित् साम्यम् अस्ति. तत् साम्यं किम्? अत्र लिखितं हा, किञ्चित् साम्यम् अस्ति. हा, उभयत्र ति इत्यस्मात् पूर्वम् अकारः अस्ति इति साम्यम् अस्ति. सत्यं. सः अकारः कस्य भागः? परन्तु वादिगणे गुणकार्यं भवति, शप् प्रत्ययः अस्ति, तथा पकारः तथा शकारः अस्ति. पकारस्य कारणेन गुणकार्यं भवति. सुदादिगणे पकारः नास्ति, तथा गुणकार्यं निषिध्यते. सो तत्र उभयत्र किम्? अस्मिन् गणद्वये तत्र किम्? तिप् प्रत्ययस्य पूर्वे सर्वदा अकारः तु श्रूयते. सः अकारः कस्य भागः इत्युक्ते विकरणप्रत्ययस्य भागः. प्रथमगणे शप् इत्यस्य प्रतिनिधिः अकारः, तुदादिगणे अकारः श इति प्रत्ययस्य प्रतिनिधिः. द्वयोः तत्र शित् शकारः इति संज्ञकः, श प्रत्यये केवलम् अ अवशिष्यते, शप् प्रत्ययतो अनुबन्धद्वयम् अस्ति, एकमस्ति शकारः, द्वितीयमस्ति पकारः. सो तत्रापि केवलम् अ अवशिष्यते. सो यद्यपि तत्र गणद्वये एकम् एव विकरणप्रत्ययः अवशिष्यते, एकमेव विकरणप्रत्ययस्य रूपः अन्ततो गत्वा अवशिष्यते, तथापि किमर्थं महर्षिणा गणद्वयं तत्र निर्मितम् इति प्रश्ने सति चेत् प्रथमगणे गुणः भवति, तुदादिगणे गुणः न भवति. किमर्थं न भवति इति अग्रे तत्र दृष्ट पश्यामः. अग्रे अपि पठतु भगिनि. दृष्टान्ते भूधातुः इगन्तः अस्ति. शप् प्रत्यये परे इगन्तभूधातोः उकारस्य गुणादेशः भवति सार्वधातुक आर्धधातुकयोः इति सूत्रेण. बुध धातोः उपधायां लघु इक् वर्णः, अतः शप् प्रत्यये परे तस्य बुध् धातोः उकारस्य गुणादेशः भवति उगन्तलघुपदस्य च इति सूत्रेण. एकनिमिषः भगिनि. सो तत्र सर्वदा अङ्गं तत्र द्रष्टव्यम्. अङ्ग दृष्ट्वा एव वयं तत्र निर्णयं कर्तुं शक्यते केन सूत्रेण कार्यं. सो भू इति इगन्तम् अस्ति, परन्तु बुध् इगन्तं नास्ति. सो इगन्तं नास्ति चेत् सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः एव नास्ति तत्र. किन्तु अन्ते स्थितस्य इकवर्णस्य अनेन सूत्रेण गुणः, परन्तु अत्र तु कुत्रापि अन्ते न धकारः अस्ति, इकवर्णः नास्ति. सो सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः एव अत्र नास्ति. बुध धातौ अत्र केन सूत्रेण बुध् बोध् इत्युक्ते पुगन्तलघुपदस्य च. अत्र लघुपदस्य च इति पदमस्ति. सो अत्र उपधायां लघु इकवर्णः, अतः अनेन सूत्रेण एव कार्यं. परन्तु भू इति उपधायां तु बकारः, उकारः अन्तिमवर्णः साक्षात् पूर्वे बकारः. सो उपधायाम् अत्र इकवर्णः नास्ति, अतः अत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः एव नास्ति. प्रसक्तिः नास्ति चेत् प्राप्तिः अपि कथं भवितुमर्हति. सो अत्र केवलं सार्वधातुकार्धातु, अत्र केवलं सर्वदा किम् अङ्गं द्रष्टव्यं, प्रत्ययः अपि द्रष्टव्यम्, अङ्गमपि द्रष्टव्यम्. अग्रे पठतु भगिनि. आहत्य वादिगणे इगन्तधातूनाम् इक् वर्णस्य गुणः, उपधायां ह्रस्व इक् वर्णस्य गुणः च. अधुना तुदादिगणे तत् अवस्थाद्वयम् अपि चे अस्ति चेत् अपि गुणः न. इत्युक्तौ इगन्तधातूनाम् इक् वर्णस्य गुणः न, तथा हि उपधायां ह्रस्व इक् वर्णस्य गुणः न. यद्यपि सुदादिगणे श विकरणप्रत्ययः षित् अस्ति, वादिगणस्य शप् इव, तथापि सुदादौ गुणः न भवति. वादिगणस्य धात्वङ्गे गुणः अत्र वदतु. यत् पठितं तस्य विषये प्रथमे वदतु किम् अस्ति अत्र. आहत्य भूवादिगणे वादिगणे इगन्तधातूनाम् इक् वर्णस्य गुणः, तथा उपधायां ह्रस्व इक् अस्ति तस्य अपि गुणः भवति. परन्तु सुदादिगणे इगन्त इक् वर्णः अस्ति चेत् अपि, अथवा उपधायां ह्रस्व इक् अस्ति चेत् अपि गुणः न भवति. अपि च अन्ते किं लिखितम्? अन्तिमवाक्ये किं लिखितं? सुदादिगणे श विकरणप्रत्ययः अस्ति, तच्छित् अस्ति. परन्तु वादिगणे शप् प्रत्ययः अस्ति, तत् षित् तथा पित् अपि अस्ति. इत्युक्ते अत्र किम् अस्मिन् प्रत्ययदे किं लिखितम्? आं भगिनि, तथैव अस्ति. धन्यवादः. अत्र लिखितमस्ति भुवादिगणे अपि शित्वात् शप् सार्वधातुक्, तुदादिगणे अपि शित्वात् सार्वधातुक्. सो धातुयोग सार्वधातुक् तत्र द्वयोः गणे अस्ति, परन्तु तथापि एकस्मिन् गणे गुणः भवति, एकस्मिन् गुणे गुणः न भवति किमर्थम् इति अग्रे पश्यामः. अस्तु भगिनि, धन्यवादः. अग्रे कः पठति? सरलमस्ति एतत् करपत्रं, सरलमस्ति. किञ्चित् अग्रे किञ्चित् विशिष्टमस्ति, इदानीं तु सरलमस्ति. अहं पठामि भगिनि. आम् आं भगिनि, कृपया पठतु. वादिगणस्य धात्वङ्गे गुणः यत्र यत्र भवति तस्य गुणस्य कारणम् अस्माभिः ज्ञायते. इगन्तधातुः भवतु, लघुपदधातुः भवतु, उभयत्र गुणस्य निमित्तं शप् इति विकरणप्रत्ययः. शप् विकरणप्रत्यये शकारस्य इत्संज्ञा लोपः च इति कारणतः शप् षित्, यस्य शकारः इत् सः षित्. तिंक्षित् सार्वधातुकम् इत्यनेन सूत्रेण शप् सार्वधातुकम् शप् सार्वधातुकसंज्ञकः प्रत्ययः इति कारणात् सार्वधातुकार्धधातुकयोः इति सूत्रेण इगन्तधातौ इकः गुणः. पुगन्तलघुपधस्य च इति सूत्रेण धातोः उपधायां ह्रस्व इकः गुणः च इति दृष्टवन्तः. नाम गुणकार्ये शपः प्रेरणादायिनी शक्तिः अस्ति इति ज्ञातवन्तः. भुवादिगणे शप् विकरणप्रत्यय शप् अस्ति, तत्र शप् षित् अस्ति, यस्य शकारः इत् सः षित्. अतः तिंशित् सार्वधातुकं सूत्रेण शप् सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भवति. भगिनि प्रथमे वदतु, तिङ्क्षित् सार्वधातुकम् इत्यनेन किं भवति? एतत् संज्ञासूत्रमस्ति. तिङ् प्रत्यय अथवा षित् प्रत्यय अस्ति चेत् तस्य नाम सार्वधातुकम् इति. सो अत्र कस्य विषये सार्वधातुकम् इति नामकरणम्? षित् विषये. तिङ् षित् सार्वधातुकम् इति संज्ञासूत्रम्. सो सार्वधातुकम् इति संज्ञा कस्य इति प्रश्नः अस्ति चेत् प्रथमे तु प्रत्ययस्य, प्रथमे प्रत्ययस्य प्रत्ययानाम् एव सार्वधातुकम् असार्वधातुक् अपि च आर्धधातुक् इति संज्ञा भवितुम् अर्हति केवलं प्रत्ययानां. सो यः प्रत्ययः तिङ्, यः प्रत्ययः षित्, सः एव एतत् संज्ञा प्राप्नोति, सार्वधातुक् इति संज्ञा प्राप्नोति. सो अत्र कस्य प्रत्ययस्य विषये चर्चा? इत्युक्ते शप् प्रत्ययस्य विषये अत्र चर्चा. सो तत् किं? शप् षित् अस्ति, यस्मिन् शकार अस्मिन् प्रत्यये शकारः इत्, अतः यः शप् इति प्रत्ययः षित्. सो षित्वात् षित् अस्ति चेत् अस्य प्रत्ययस्य का संज्ञा? सार्वधातुक् इति संज्ञा. केन सूत्रेण? तिंशित् सार्वधातुकम्. किमर्थं? सि वेन् वि डू भूयोग शप् तस्मिन् सोपाने एतत् अपि वक्तव्यं, शप् इति प्रत्ययः षित् अस्ति, अतः तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुक् प्रत्ययः. किं वै शुड् वि से दिस्? बिकास् फार् दिस् दिस् विधिसूत्रः सार्वधातुक् आर्धधातुकयोः इति विधिसूत्रम्. अनेन सूत्रेण विधि भवति. कः विधिः? गुणविधिः, गुणकार्यं. विधिः इत्युक्ते कार्यम्. एतत् कार्यस्य कृते अस्मिन् सूत्रे निर्देशः, परन्तु एतस्य कार्यं यः भवति तस्य कृते निमित्तं किं, हेतु किम्? सार्वधातुक् अपि च आर्धधातुक् प्रत्ययः एव निमित्तम्. सो कदा कार्यं भवितुम् अर्हति? यदि धातुः अनन्तरं कोऽपि सार्वधातुक् अथवा आर्धधातुक द्विवचनात् पदम् अस्ति. सो सार्वधातुक इत्यनेन अपि कार्यम्, आर्धधातुक इत्यनेन अपि कार्यम्. कार्यं किं? गुणकार्यं. कस्य स्थाने? इकवर्णस्य स्थाने. कीदृशी इकवर्णस्य स्थाने? अन्ते स्थितस्य इकवर्णस्य स्थाने इति सम्पूर्णसूत्रस्य अर्थः. सो तत्र यदा वयं भूयोगशप् कुर्मः and we are doing this, bhu becomes bho, first we have to say that the pratyasya swabhavah kaha, kidrisha pratyasya adhari kritya tatra bhu bho. So tingshit sarvadhatukam iti sangya sutrena jani maha shapshit asti ataha sarvadhatuk. So atra for any sutra to apply tatra सर्वाणि निमित्तानि पूरितानि चेदेव कार्यम्. सो यदा भूयोग शप् इदानीं तत्र निमित्तानि पूरितानि, इगन्तमङ्गम् अस्ति, सार्वधातुकप्रत्ययः अस्ति, अतः भू भो भवति. सो तिंशत् सार्वधातुकम् इति संज्ञासूत्रम् अस्तु. वदतु इदानीं द्वितीयसूत्रमस्ति पुगन्तलघुपदस्य. एतत् वदति पुगन्तलघुपदस्य च सम्पूर्णसूत्रम् वक्तव्यम्. पुगन्तलघुपदस्य च एतत् वदति उपदायां लघु इक्संज्ञकः अस्ति चेत् लघु इक्संज्ञकः अस्ति चेत् इत्युक्ते लघु इक्संज्ञकः अस्ति चेत् तस्य कः अर्थः? इकः केवलम् इकः अस्ति चेत् उपदायां ह्रस्व इकः अस्ति चेत् तस्यापि गुणः भवति. कदा? उपदायां लघु इक् वर्णः अस्ति चेत् तस्य गुणः भवति, परन्तु कदा भवति? कदा इत्युक्ते केन कारणेन गुणः भवति? कारणं किं? सार्वधातुक अर्धधातुक सार्वधातु इकः गुणः भवति इत्युक्ते अत्र पुगन्तलघुपदस्य च इति सूत्रे दलद्वयं दत्तं, पुगन्ताङ्गस्य अपि च लघुपदस्य अङ्गस्य, तत्र इकः गुणः. परन्तु कदा कदा भवति? निमित्तमपि आवश्यकं. यदा कदा वयं गुणः न कर्तुं शक्यते? सर्वा अत्र कार्यस्य कृते निमित्तम् आवश्यकं. सो अस्मिन् सूत्रे कोऽपि निमित्तपदं न दत्तं केन कारणेन कार्यं. सो केवलं महर्षि वदति पुगन्ताङ्गस्य इकः गुणः, लघुपदस्य अङ्गस्य इकः गुणः. सो कथं जानीमः कदा करणीयं कदा न करणीयम्? अत्र सार्वधातुकार्धधातुकयोः इति पूर्वसूत्रं, पुगन्तलघुपदस्य च इति परसूत्रम् अनन्तरम् आयाति. सो अस्मिन् सूत्रे पूर्वसूत्रस्य सम्पूर्णतया अनुवृत्तिः, सार्वधातुकार्धधातुकयोः इति सूत्रस्य सम्पूर्णतया अनुवृत्तिः भवति. सो इदानीम् अनुवृत्तिसहितसूत्रं किम्? पुगन्तलघुपदस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः सप्तमी द्विवचनात् पदमस्ति. सो अत्रापि निमित्तं किम्? अत्रापि एकनिमिषः महोदय, अत्रापि निमित्तं किं? यः लघुपदस्य अङ्गस्य इकः गुणः केन कारणेन? सार्वधातुक अपि च आर्धधातुक प्रत्ययस्य कारणेन अपि गुणः. अपि च पुगन्ताङ्गस्य यः इकः गुणः, तत्रापि कारणं किं? परे कोऽपि सार्वधातुक अथवा आर्धधातुक प्रत्ययः अस्ति चेदेव कार्यम्. सो अङ्गमपि तत्र अस्ति चेत् गुणः, परन्तु तस्य अङ्गस्य कदा गुणः? यदा तस्य परे कोऽपि सार्वधातुक अथवा आर्धधातुक. सो द्वयोः सूत्रयोः द्वारा गुणकार्यम्, अपि च द्वयोः सूत्रयोः विषये तत्र निमित्तं किं? सार्वधातुक अथवा आर्धधातुक प्रत्ययः एव निमित्तं द्वयोः सूत्रयोः. सो कदा भवति? यदा तस्य अङ्गस्य इक् उपधायां लघु इक् पद अङ्गम् अस्ति तस्य परे कोऽपि सार्वधातु अथवा आर्धधातु सो लिख् योग श इति भवति तत्रापि लिख् योग श परे सार्वधातुप्रत्ययः श इति सार्वधातुप्रत्ययः कथं जानीमः श्रुत्वात् श सार्वधातुक् अतः तिङ्क्षित्यनेन सार्वधातुप्रत्ययः तत्र लिखित दातौ उपधायां रस् इक् वर्णः तथापि तत्र गुणः न भवति इत्युक्ते अत्रापि लिख् योग श कुर्मः चेत् तत्र पुगन्तलघुपदस्य च इति सूत्रम् आगत्य वदति अहम् अत्र कार्यं करोमि परन्तु न भवति किमर्थं न भवति इति अग्रे द्रष्टव्यम् अग्रे लिखितमस्ति परन्तु तत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति किमर्थं चेत् लघुपदाङ्गम् अस्ति लिखितलघुपदाङ्गं परे सार्वधातुप्रत्ययः अतः तत्र पुगन्तलघुपदस्य च इति सामान्यसूत्रस्य प्रसक्तिः अस्ति प्राप्ति न भवति इति किमर्थं न भवति इति अग्रे पश्यामः अस्तु भगिनि अवगतं वा आं भगिनि द्वयोः सूत्रयोः कृते निमित्तं किं सार्वधातुक् अथवा आर्धधातुक् प्रत्ययः एव निमित्तं गुणकार्यस्य कृते अत्र अत्र इगन्तङ्गम् अत्र लघुपदङ्गं तावदेव परन्तु निमित्तं तु तत्र समानम् अत्रापि सार्वधातुक् निमित्तम् अत्रापि सार्वधातुक् निमित्तम् अत्र अर्धधातुक् अपि निमित्तं भवितुम् अर्हति अत्रापि अर्धधातुक् निमित्तं भवितुम् अर्हति किमर्थं चेत् अत्र सम्पूर्णसूत्रस्य अनुवृत्तिः इति वयं तत्र दृष्टवन्तः वदतु महोदय महोदय पुगन् लघुपदस्य च इति सूत्रे सूत्र अपि विधिसूत्रमस्ति आम् सम्यक् वा आम् सम्यक् अत्र च किं कारणे अस्ति पुगन् लघुपदस्य दलद्वयम् अत्र दलद्वयम् एकमेव दलं नास्ति इत्युक्ते दलद्वयं किं पुगन्ताङ्गस्य कः गुणः अपि च लघुपदाङ्गस्य कः गुणः सो दलद्वयम् अत्र अतः च इति अव्यपदम् पुगन्ताङ्गस्य विषये लघु इति तत्र न द्रष्टव्यं तत्र ह्री इति यः अस्ति ह्रीप् भवति पुक् आगमस्य अनन्तरं ह्रीप् भवति सो ह्रीप् योग ह्रीप् कुत्र अस्ति सपोज् शप् अस्ति सो ह्रीप् योग शप् अस्ति चेत् तत्र सूत्रं वदति पुगन्ताङ्गस्य इकः गुणः सो अङ्गे पुक् अङ्गे पुगन्त अङ्गे यः इक् वर्णः तस्य गुणः सो ह्रीप् इति उपधायां दीर्घ इकारः तथापि तत्र ह्रेप् भवति ह्रीप् ह्रेप् भवति किमर्थं चेत् पुगन्त अङ्गस्य इकः गुणः एकदलं द्वितीयमस्ति लघुपदाङ्गस्य इकः गुणः सो पुगन्तविषये तत्र लघु इति विशेषणं न वर्तते तत्र दीर्घस्यापि उपधायां गुणः भवति सो दलद्वयम् अतः च इति अव्यपदम् मैडम इसमें दीर्घ कहाँ से आया किस पर दीर्घ कहाँ पुगंत लघुपद पुगंत पुगंत पुगंत दीर्घ नहीं आया दीर्घ भवेत या ह्रस्व भवेत पुक आगम सी यदा पुक आगम भवति तत्र सर्वदा किं प इति अन्ते आयाति प अन्ते आयाति चेत् तत्र किं प अन्ते आयाति चेत् यः इक् वर्णः सः उपधायाम् आटोमेटिकली भवति पूर्वे तु सः अन्ते अस्ति ह्रीप् ह्री यः अस्ति सः तु अन्ते इक् वर्णः परन्तु यदा तत्र निच् आम् निच् प्रत्ययस्य योजनेन सोरि तत्र पुक् आगमस्य कृते निमित्तं किं निच् प्रत्ययस्य कारणेन एव निमित्तं पुक् आगमः भवति यस्य कस्य प्रत्ययस्य कारणेन तु पुक् आगमः न भवितुम् अर्हति न तत्र अर्ति ह्री व्ली री कनुयि क्षमायि आतां पुग्नौ औ इति अस्ति पुग्नौ यः पुक् आगमः भवति सः केवलं निचिपरे एव भवति सो ह्रीयोग निच् अत्र अत्र निमित्तं साधातु कार्धातुः नास्ति न न तत् राम सत्यं सत्यं महोदय तत्र पुग्णौ इति अस्ति णौ इति अस्ति तत्र केवलं निचि परे एव पुक् इति आगमः भवितुम् अर्हति अन्यथा तत्र न भवि पुक् इति आगमः सर्वदा न भवति सर्वेषां प्रत्ययानां निमित्तीकृत्य पुक् आगमः न भवति केवलं निचि परे एव पुक् आगमः भवति सो विशिष्टधातूनाम् अर्ति ह्री व्री लीर् कनुयि एतेषाम् अनन्तरं निच् योजयामः चेदेव पुक् इति आगमः अन्यथा तु पुक् आगमः न भवति सो यदा एकवारं पुक् इति आगमः तदा तत्र पुगन्तम् अङ्गं भवति तस्य अङ्गस्य किं नाम पुगन्तम् अङ्गं पुक् आगमः यस्य अन्ते तत् पुगन्तं सो पुगन्त अङ्गस्य एकः गुणः इति सूत्रे दत्तम् एकदलम् सो पुगन्त अङ्गे यः इकवर्णः तस्य गुणः करणीयम् इति सूत्रं वदति तत्र ह्रस्वम् अस्ति वा लघु अस्ति तत् न द्रष्टव्यं यथा सार्वधातुक अर्धधातुकयोः इति सूत्रे तत्र किमपि न लिखितं तत्र अन्ते ह्रस्व इक अस्ति वा दीर्घ इक अस्ति वा इति न तत्र दत्तं तत्र केवलम् अस्ति इकः अङ्गस्य गुणः सार्वधातुक अर्धधातु सो अन्ते भू इति दीर्घ अस्ति अथवा तत्र जि इति ह्रस्व अस्ति द्वयोः गुणः भवति किमर्थं चेत् किमपि विशिष्टं न लिखितम् अत्र लघु अस्ति वा दीर्घ अस्ति वा परन्तु अत्र पुगन्तलघुपदस्य च यः द्वितीयदलं तत्र साक्षात् लघु इति पदं दत्तं सूत्रे अतः केवलम् उपदायां स्थितस्य लघु इकवर्णानाम् एव गुणः दीर्घ इकवर्णानां गुणः न भवति क्रीड् इति धातुः क्रीड् इति अस्ति उपदायां दीर्घ इकारः सो लघु इगुपदाङ्गं नास्ति दीर्घ इगुपदाङ्गमस्ति इकवर्णः अस्ति परन्तु दीर्घ अस्ति सो तादृश अङ्गस्य कृते कोऽपि सूत्रमेव नास्ति अतः क्रीड् क्रीडेव तिष्ठति क्रीड् विषये तु गुणः न भवति किमर्थं चेत् व्याकरणे दीर्घ इक् उपदायां स्थितस्य दीर्घ इकवर्णानां गुणस्य कृते कोऽपि सूत्रमेव नास्ति परन्तु लघु उपदायां लघु इकवर्णस्य वर्णानां कृते तु सूत्रम् अस्ति अतः तत्र तेन सूत्रे सूत्रं नास्ति चेत् कार्यं न करणीयं सूत्रमस्ति चेत् कार्यं करणीयं पुगन्तलघुपदस्य इति यः अस्ति ह्रस्वं लघु इति सूत्रद्वारा ह्रस्वस्वरः लघुस्वरः भवति अस्तु महोदय अस्तु अग्रे गिरिजा भगिनी अस्ति वा नो चेत् अन्य कोऽपि पठितुम् इच्छ उषा भगिनी पठितुम् इच्छति वा भगिनी जगदीश न न अत्र उषा भगिनी कृपया पठतु आम् अत्र केचन प्रश्नः न उपरि पठितवन्तः वा अधुना तु दादिगणे पठितवन्तः अधुना तु दादिगणे विकरणप्रत्ययः शः स च विकरणप्रत्ययः श इत्यस्य शकारस्य इतसंज्ञालोपः च इति कारणतः शशित यस्य श शकरः इत शकारः शङ्कन्दोषः भगिनि शकारः इत यस्य शकारः इत शकारः इत् सः शितः तिंशित् सार्वधातुकम् इत्यनेन सूत्रेण शप्रत्ययः सार्वधातुकसंज्ञकः तर्हि तुदादिगणे अपि सार्वधातुक अर्धधातुकयोः इति सूत्रेण इगन्तधातौ इकः गुणः भवेत् पुगन्तलघुपदस्य च इति सूत्रेण धातोः उपधायां ह्रस्व इकः गुणः च भवेत् इदं सर्वं सत्यं सत्यपि गुणः न भवति तर्हि कः भेदः श प्रत्यये गुणकार्यार्थं प्रेरणादायी शक्तिः अस्ति चेत् किमर्थं फादिगणे गुणः भवति तत्र तु दादिगणे न भवति? अत्र केचन प्रश्नः, शपि शप् प्रत्यये पकारस्य किं कार्यम्? पकारः नास्ति चेत् कः प्रभावः? उदादिगणे विकरणप्रत्ययः श एव, शप् न नाम पकारः नास्ति, तर्हि पकारस्य अभावे किं भवति? तावदेव वदतु भगिनि, उपरि किं लिखितम्? तुदादिगणे विकरणप्रत्ययः श अस्ति, शकारस्य इतसंज्ञा भवति संज्ञालोपः इति विधिसूत्रेण. केन सूत्रेण? संज्ञालोपः न न, शकारस्य इति संज्ञा केन सूत्रेण भवति? हलन्त्य शकार, शकारस्य अत्र हल् वर् अन्ते नास्ति न, अत्र कति वर्णाः? श इति प्रत्यये कति वर्णाः? द्वयः, श अपि च वर्णद्वयं, द्वयं वर्ण. शकारस्य केन सूत्रेण इति संज्ञा? लोपचः, लोपः. वट् एवर् कार्य वी आर् डूयिङ्ग् इन् व्याकरणशास्त्र तस्य कृते सूत्रम् आवश्यकम्. सो शकारस्य इत्संज्ञा तु भवति, जानीमः, तत्तु सत्यं. परन्तु केन सूत्रेण शकारस्य इत्संज्ञा? सूत्रम् इत्संज्ञा प्रकरणे सर्वाणि सूत्राणि दत्तानि. सो शकारस्य इत्संज्ञा केन सूत्रेण भवति? एकमेव सूत्रम् अस्ति, आदिम् आदौ स्थितस्य शकारस्य इत् कश्चित् विशिष्ट प्रत्ययेषु शकारस्य इत् संज्ञा भवति. सूत्रं किम् इति प्रश्नः. कोऽपि सहायता करोतु. लशकु तदिते, लशकु अतदिते, लशकु लकारः शकारः कु न, केवलं ककारः नास्ति, कु अस्ति, क ख ग ग न. सप्तवर्णानाम् अनेन सूत्रेण सप्तवर्णानाम् इत्संज्ञा भवति. आदौ स्थितस्य द फस्ट् ल, द फस्ट् श, द फस्ट् क ख ग ग ण, तेषाम् इत्संज्ञा. परन्तु कुत्र? अतदित् प्रत्ययेषु, इत्युक्ते कोऽपि तदित् प्रत्ययः अस्ति, तस्मिन् कोऽपि आदौ शकारः अस्ति अथवा लकारः अस्ति, तत्र इत्संज्ञा न करणीयम् इति सूत्रस्य अर्थः. सो अतदित् प्रत्ययेषु एव लशकु इत् भवति. सो श इति प्रत्ययः विकरणप्रत्ययः, तदित् प्रत्ययः नास्ति, अतदित् प्रत्ययः. अतः लशकु इत्यनेन शकारस्य इत्. अनन्तरं लोपः केन सूत्रेण भवति? केन सूत्रेण लोपः, वर्णानां लोपः केन सूत्रेण? तस्य लोपः, तस्य लोपः, तस्य लोपः, तस्य लोपः इत्युक्ते यस्य इत् तस्य लोपः. अत्र शकारस्य इत् अतः शकारस्य लोपः. शित् यस्य शकारः इत् सः शित् तदर्थं तत् शित् अस्ति. किञ्चित् सार्वधातुकम् इति सूत्रेण श प्रत्ययः सार्वधातुक अस्ति, सार्वधातुक. सो श प्रत्ययः, तस्य एकं नामम् अस्ति शित् प्रत्ययः, द्वितीयं नामम् अस्ति इदानीं सार्वधातुकप्रत्ययः. नामकरणम् अनुबन्धद्वारा अपि नामकरणं भवति. यस्मिन् ककारः इत् सः कित्, सो कित् प्रत्ययः. श इति प्रत्ययः षित् प्रत्ययः, परन्तु षित् प्रत्ययानाम् एकं विशिष्टनामम् अपि महर्षिणा दत्तं, तदस्ति सार्वधातुक. सो श इति प्रत्ययः षित् अपि च सार्वधातुक षित्. सो वट् डु वी से? शित्वात् विक्षितकारणेन एव एतत् प्रत्ययः सार्वधातुक संज्ञा प्राप्नोति. शित्वात् सार्वधातुकं वदतु. तुदादिगणे सार्वधातुक अर्धधातुकयोः इति सूत्रेण यदा इगन्तधातुः अस्ति तत्र इकः गुणः भवति. भवेत् भवति न तत्र न भवति भवेत् होना चाहिए इट शुड हैपन भवेत्. पुगन्त लघुपदस्य च इति सूत्रेण यदा उपदायाम् ह्रस्व इकः अस्ति तत्र गुणः च भवेत्. किमर्थं गुणः भवेत्? पुगन्तलघुपदस्य सूत्रेण तुदादिगणे यदि कोऽपि लिखित धातुः तत्र उपधायां रस्विकवर्णः सो लिखयोग श भवति चेत् गुणः भवेत् परन्तु न भवति. किमर्थं लघुपदम् अस्ति परे सार्वधातुप्रत्ययः अस्ति सो तत्र पुगन्तलघुपदस्य च सूत्रस्य तत्र सर्वाणि निमित्तानि पूरितानि सो गुणः भवेत् परन्तु न भवति. किमर्थं न भवति इत्यत्र अग्रे गुणः भवेत् किमर्थं चेत् सि पुगन्तलघुपदस्य च इति सूत्रं किं वदति? अङ्गं लघुपदं भवेत् परे सार्वधातुक अथवा अर्धधातुक प्रत्ययः भवेत् एव गुणकार्यं करणीयं तावदेव वदति सूत्रं. सो लिखयोग श यदा भवति श इति प्रत्ययः श सार्वधातुप्रत्ययः सार्वधातुप्रत्ययः परे अस्ति अङ्गे लघुपदम् अस्ति अङ्गः लघुपदम् अस्ति सो तत्र सूत्रम् आगत्य वदति अहम् अत्र कार्यं कुर्मः परन्तु तत्र कार्यं न भवति गुणः न भवति. किमर्थं न भवति इत्य अग्रे अत्र कः प्रश्नः प्रश्नानां विषये वदतु. प्रश्नः अस्ति शपि इत्युक्ते शप प्रत्यये पकारस्य किं कार्यं यदा वयं वदामः शप् अस्ति भादिगणे न शिव शप अत्र पकारस्य किं कार्यमस्ति? पकारः नास्ति अत्र सुदादिगणे श एव अस्ति तत्र पकारः तु नास्ति. पकारः नास्ति चेत् कः प्रभावः भवति? सुदादिगणे विकरणप्रत्ययः श एव शप् न पकारः तु नास्ति तत्र तत्र पकारस्य अभावे गुणः न भवति. पकारस्य अभावे किं भवति पृच्छति? पकारस्य अभावे गुणः न भवति. सत्यं सो तत्र किमर्थम् एतत् लिखितम् इत्युक्ते तत्र भूयोगशप् गुणः भवति परन्तु लिखयोगशप् लिखयोग श शप् नास्ति श लिखयोग श अस्ति चेत् अत्रापि शित्वात् शप् प्रत्ययः सार्वधातु अत्रापि शित्वात् श प्रत्ययः सार्वधातु सो अत्र गुणः भवति अत्र गुणः न भवति. सो इफ् वि सी ओन्ली दिस् मच् पार्ट् अत्र किं भेदः कः? भेदः केवल पकारस्य कारणेन एव भेदः भवति इत्युक्ते अत्र पकारः अस्ति परन्तु अत्र पकारः नास्ति इत्युक्ते इण्डैरेक्ट्लि वट् डस् दिस् इण्डिकेट् इट् इण्डिकेट्स् देट् पकारस्य किञ्चित् विशिष्टकार्यं प्रत्यये पकारस्य विशिष्टकार्यं यत्र पकारः अस्ति तत्र गुणः भवति यत्र यस्मिन् यस्मिन् प्रत्यये शित्वात् तु सार्वधातुकं तत्तु सत्यं परन्तु यत्र अत्र केवलं भेदः कः? अत्र पकारः अस्ति अत्र पकारः नास्ति. सो इदानीं तत्र मनसि किम् आयाति? ओ मे बि बिकास् आफ् पकारः एव तत्र किञ्चित् गुणस्य कृते निषेधः देट् इस् वाट् इस् रिटन् ओवर् पकारः. सो चुदादिगणे विकरणप्रत्यये पकारस्य इति न पकारः नास्ति सो तत्र गुणः न भवति. मे बि देट् इस् द रीज़न् देट् इस् वाट् रिटन् वी विल् रीड् देट् अग्रे अग्रे तत् सर्वम् आयास्यति परन्तु इदानीं केवलं प्रत्यविषये पश्यामः. अत्र लघुपदाङ्गम् अस्ति अङ्गं तु अङ्गे गुणस्य प्रसक्तिः अस्ति अत्रापि अङ्गे गुणस्य प्रसक्तिः अस्ति. सार्वधातुकप्रत्ययः द्वयोः स्थलयोः सार्वधातुकप्रत्ययः अस्ति, परन्तु एकस्मिन् प्रत्यये पकारः एकम् अडिशनल् इत्संज्ञकवर्णः, परन्तु अस्मिन् प्रत्यये पकारः इत्संज्ञकः नास्ति. सो बिकास् आफ् पकारः संथिङ्ग् इस् हेपनिङ्ग्, बिकास् दिस् पकारस्य इतिः तस्य किञ्चित् विशिष्टप्रयोजनं व्याकरणे. सो ये वर्णाः इत्संज्ञकाः, तत्र किमस्ति एकं तत्र प्रवादः किम् इत्युक्ते सर्वेषाम् इत्संज्ञकवर्णानां तत्र प्रयोजनं विना तत्र व्याकरणे कार्यं न भवति. सो बिकास् महर्षि इच्छति तत्र प एव, लेट् मी पुट् प अवर् हियर्, नो देर् इस् अ स्पेशल् रीज़न् फार् पुटिङ्ग् प. कुत्रचित् श्यन् इति विकरणप्रत्यये अपि प नास्ति, केवलं शकारः इत्संज्ञकः अपि च नकारः इत्संज्ञकः, तत्रापि पकारस्य अभावः, इत्संज्ञकपकारस्य अभावः. तुदादिगणे विकरणप्रत्यये इत्संज्ञकपकारस्य अभावः, सो तत्र व्याकरणे पकारस्य विशिष्टकार्यं, तस्य इत्संज्ञक यः भवति वर्णस्य तस्य कृते विशिष्टप्रयोजनं महर्षिणा कृतं. तत् विशिष्टप्रयोजनं किम् इति अग्रे पश्यामः, इदानीं तु समयः अभवत्. सो एतावतात् पर्यन्तं तत्र किं यः तुदादिगणे तत्र गुणः न भवति, यद्यपि तत्र गुणस्य प्रसक्तिः तथापि तत्र गुणः न भवति. किमर्थं चेत् तुदादिगणे अपि बहूनि इगन्तदातवः, तथैव तुदादिगणे लघुपदधातवः बहूनि सन्ति, तथापि तत्र पुगन्तलघुपदस्य च इति सूत्रस्य द्वारा कार्यं न भवति. किमर्थं न भवति इति तत्र प्रश्नः. सो इति अग्रिमस्मिन् कक्षायां तत्र अग्रिमकक्षायां तत्र पठामः. कोऽपि प्रश्नः अस्ति चेत्, अन्यथा अत्र स्थगामः. महोदय हरि ओं. महोदय वदतु. महोदय महोदय लसत्वजिते सूत्र अस्ति, संज्ञक सूत्र अस्ति, तत्र मत्स्वकि पते आदिवर्ण मत्स्व लकार सकार और क वर्गे भवति चेत् तत्र मत संज्ञा भवति, सम्यक्? हां सम्यक्. तो तत्र मत्स्वकि क वर्गे कित्व अस्ति, तत्र असुविधा नास्ति. ख ग घ अङ्ग तत्र प्रति अस्ति किं नास्ति, कारणं अहम् उदाहरणं न जानामि. अस्ति अस्ति चेदेव महर्षिणा दत्तं न, तत्र द्रष्टव्यं. वी डोण्ट् नो अबौट् आल् द प्रत्ययस् महोदय, वी हेव् टु सी. तत्र नकारः अपि इत्संज्ञकः, सो नकारः क ख ख ख अपि अस्ति. अहं चिन्तयामि ख अपि प्रत्ययः अस्ति, ख अपि अस्ति, अपि च घ अपि अस्ति. घ अपि एकम् अस्ति, किं घाञ् इति प्रत्ययः, घाञ् प्रत्ययः, घ अपि अस्ति, घ अपि अस्ति महोदय. सो यदि यद्यपि तत्र इवन् इफ् देयर् आर् ओन्ली थ्री, देन् आल्सो हि हेज़् टु से कु, अदर्वैस् हि हेज़् टु से क ग ख. कु कथनेन तत्र लाघवं भवति, लघु भवति. Not necessary that all the five should be there. Even if there are three, then also he will say ku only, na mahodaya? Aam, aam. Astu, idani matra sthagamah. Jagdish mahodaya, shanti matram pathitum icchati va mahodaya? Pathitum. Avashyam. Om Purnamada, Purnamidam, Purnat, Purnamadachyate. पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम् ओम् तत्सत्. धन्यवादाः, नमस्काराः, मिलामः. धन्यवादाः, नमस्कारः, धन्यवादः.